पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 60। युधिष्ठिर उवाच, कथयत्स्वप्रसादेन मयि स्नेहाज्जनार्दन, कार्तिकस्यासि ते पक्षे किं नामैकादशी भवेद्। श्रीकृष्ण उवाच, श्रूयतां राजशार्दूल, कथयामि तवाग्रदः, कार्तिके कृष्णपक्षे तु रमा नाम सुशोभना। एकादशी समाख्यादा महापापहरा परा, अस्या प्रसङ्गदो राजन्माहात्म्यं प्रवदामि ते। मुचुकुन्द इति ख्यातो बभूव नृपतिः पुरा, देवेन्द्रेण समं तस्य मित्रत्वमभवन्नृप, यमेन वरुणेनैव कुबेरेणापि सर्वथा, विभीषणेन यस्यैव सखित्वमभवन्नृप, विष्णुभक्तः सत्यसन्धो बभूव नृपतिः परः, तस्यैवं शासदो राजन्राज्यं निकटकण्टकं, बभूव दुःखिता गेहे चन्द्रभागा सरिद्वरा, शोभनाय च सा दत्ता चन्द्रसेनसुताय वै। स कदाचित् समायादश्वशुरस्य गृहे नृप, एकादशी व्रतदिनं समायादं सुपुण्यदं, समागदे व्रतदिने चन्द्रभागा त्वचिन्तयद, किं भविष्यति देवेश मम भर्तादिदुर्बलः, क्षुधां न क्षमदे सोढुं पिता चैवोग्रशासनः, पटहस्ताड्यते यस्य सम्प्राप्ते दशमी दिने, न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं हरेर्दिने, श्रुत्वा पडः निर्घोषं शोभनस्त्वब्रवीत्प्रियां, किं कर्तव्यं मया कान्दे देहि शिक्षां वरानने। चन्द्रभागोवाच, मत्पिदुर्वेश्मनि प्रभो भोक्तव्यं नाद्य केनचिद्, गजैरैश्वैश्च कलभैरन्यै पशुभिरेव च, तृणमन्नं तथा वारि न भोक्तव्यं हरेर्दिने, मानवैश्च कुधकान्द भुज्यते हरिवासरे, यदि त्वं भोक्ष्यसे कान्द तदो गर्हां प्रयास्यसि, एवं विचार्य मनसा सुदृढं मानसं कुरु। शोभन उवाच, सत्यमेतत्प्रिये वाक्यं करिष्येऽहमुपोषणं, दैवेन विहितं यद्धि तत्तद्धैव भविष्यति, इति दृढां मतिं कृत्वा चकारनियमं व्रते। क्षुधया पीडिततनुः स बभूवादिदुःखितः, इति चिन्तयतस्तस्य आदित्योस्तमगाद्गिरिम्। वैष्णवानां नराणां सा निशाकर्षविवर्धनी, हरिपूजारतानां च जागरासक्तचेतसां, बभूव नृपनार्दूल शोभनस्यादिदुःखदा, रवेरुदयवेलायां शोभनः पञ्चतां गतः, दाहयामास राजातं राजयोग्यैश्च दारुभिः, चन्द्रभागानात्मदेहं ददाह पदिना सह, कृत्वा ऊर्ध्वदैहिकं तस्य तस्थौ जनकवेश्मनि, शोभनश्च नृपश्रेष्ठ रमाव्रतप्रभावतः। प्राप्तो देवपुरं रम्यं मन्दराचलसानुनि, अनुत्तममनाधृश्यमसङ्ख्ययगुणान्वितम् हेमस्तम्भमयैः सौधैरत्नवैडूर्यमण्डितैः स्पाडिकैर्विविधाकारैर्विचित्रैरुपशोभितैः सिंहासनसमारूढस्विश्वेदच्छत्रचामरः किरीडकुण्डलयुधो हरकेयूरभूषितः स्तूयमानश्च गन्धर्वैरप्सरो गणसेवितः शोभनशोभदे यत्र राजराजो परो यथा सोमशर्मेदि विख्यातो मुचुकुन्दपुरे भवत् तीर्थयात्राप्रसङ्गेन भ्रमन्विप्रोददर्शतम् नृपजामादरं ज्ञात्वा तत्समीपं जगामसः शोभनोऽपि तदा ज्ञात्वा सोमशर्मणमागतम् आसनादुद्धितशीघ्रं नमश्चक्रे द्विजोत्तमम् चकारकुशलप्रश्नं श्वशुरस्य नृपस्य च कान्ता याश्चन्द्रभागायास्तथैव नगरस्य च सोमशर्मोवाच कुशलं वर्तते राजन् श्वशुरस्य गृहे तव चन्द्रभागा कुशलिनी सर्वधकुशलं पुरे स्ववृत्तं कथ्यतां राजन्नाश्चर्यं विद्यतेऽद्भुतं पुरं विचित्रं रुचिरं न दृष्टं केनचित् क्वचिद् यदताचक्ष्व नृपते कुतः प्राप्तमिदं त्वया शोभन उवाच कार्तिकस्यासि देपक्षे या नामैकादशी रमा तामो पोष्य मया प्राप्तं द्विजेन्द्र पुरमध्रुवं ध्रुवं भवति येनैव तत्कुरुष्व द्विजोत्तमः द्विज उवाच कथमध्रुवमे दद्धि कथं हि भवति ध्रुवम् तत्त्वं कथय राजेन्द्र तत्करिष्यामि नान्यथा शोभन उवाच ममैतद्विहितं विप्र श्रद्धाहीनं व्रतोत्तमं तेनाहमध्रुवं मन्ये ध्रुवं भवति तच्छृणु मुचुकुन्दस्य दुहिता चन्द्रभागा सुशोभना तस्यै कथय वृत्तान्तं ध्रुवमेतद्भविष्यति कृष्ण उवाच सश्रुत्वा वचनं तस्य मुचुकुन्दपुरं गदः उवाच सर्वं वृत्तान्तं चन्द्रभागाग्रदो द्विजः सोमशर्मोवाच प्रत्यक्षं दयिदकान्तस्तव दृष्टो मया शुभे इन्द्रतुल्यमनाधृश्यं दृष्टं तस्य पुरं मया अध्रुवं तेन तत्प्रोक्तं ध्रुवं भवति तत्कुरु चन्द्रभागोवाच तत्र मां नय विप्रर्षे पदिदर्शनलालसाम् आत्मनो व्रतपुण्येन करिष्यामि पुरं ध्रुवम् आवयोर्द्विजः संयोगो यथा भवति तत्कुरु प्राप्य देहि महत्पुण्यं कृत्वा योगं वियोक्तयोः इति श्रुत्वा सहतया सोमशर्मा जगामः आश्रमं वामदेवस्य मन्दराचलसन्निधौ वामदेवो शृणोत्सर्वम् वृत्तान्तं कथितं तयोः अभिषिञ्चच्चन्द्रभागां वेदमन्त्रैरथोज्ज्वलाम् ऋषिमन्त्रप्रभावेन विष्णुवासरसेवनाद् दिव्यदेहा बभूवासौ दिव्यां गतिमवापः पत्युः समीपमगमत्प्रहर्षोत्फुल्लोचना जहर्ष शोभनोदीव दृष्ट्वा कान्तां समागतां समाहूयस्वके वामे पार्श्वेदां संन्यवेशयद अधो वाजप्रियं हर्षाच्चन्द्रभागा प्रियं वचः शृणु कान्तहिदं वाक्यं यत्पुण्यं विद्यते मयि अष्टवर्षाधिका जादा यदाहं पितृवेश्मनि तथ प्रभृति यच्चीर्णं मया चैकादशीव्रतं यथोक्तविधिसंयुक्तं श्रद्धायुक्तेन चेतसा तेन पुण्यप्रभावेन भविष्यति पुरं ध्रुवं सर्वकामसमृद्धं च यावदाभूदसंप्लवम् एवं सा नृपशार्दूलरमदे पदिना सह दिव्यभोगा दिव्यरूपा दिव्याभरणभूषिता शोभनोऽपि तया सार्धं रमदे दिव्यविग्रहः रमाव्रतप्रभावेन मम दराचलसानुनि चिन्तामणिसमाह्येष कामधेनुसमाधवा रमाभिधाना नृपदे तवाग्रे कथिता मया तस्या माहात्म्यमनखश्रुतं सर्वं त्वया नृप मया तवाग्रे कथितं माहात्म्यं पापनाशनं एकादशीव्रतानां च पक्षयोरुभयोरपि यथा कृष्णा तथा शुक्ला विभेदं नैव कारयेद सेवितैकादशी नृणां भुक्तिमुक्तिप्रदायिनी धेनुस्वेदा यथा कृष्णा उभयोस्सदृशं वयः तथैव तुल्यफलदं स्मृतमेकादशी द्वयम् एकादशीव्रतानां यो माहात्म्यं शृणुते नरः सर्वपापविनिर्मुक्तो विष्णुलोके महीयते इति श्रीपद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे कार्तिककृष्णारमैकादशी नाम षष्टितमोऽध्यायः ओम्।